पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 126 वसिष्ठ उवाच अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम पृच्छदे कार्तवीर्याय दत्तात्रेयेण भाषितं दत्तात्रेयं हरिं साक्षाद्वसन्तं सह्यपर्वते पप्रच्छ तं द्विजं गत्वा राजा माहिष्मदीपतिः सहस्रार्जुन उवाच भगवन्योगिनां श्रेष्ठ सर्वे धर्माश्रुता मया माघस्नानफलं ब्रूहि कृपया मम सुव्रत दत्तात्रेय उवाच श्रूयतां नृपशार्दूल एतत् प्रश्नोत्तरं शुभं ब्रह्मणोक्तं पुराख्येदन्नारदाय महात्मने तत्सर्वं कथयिष्यामि माघस्नानफलं महद यथा देशं यथा तीर्थं यथा विधि यथा क्रियम् अस्मिन् वै भारते वर्षे कर्मभूमौ विशेषतः अमाघस्नायिनां नृणां निष्फलं जन्मकीर्तितम् असूर्यं गगनं यद्वदचन्द्रमुडुमण्डलं तद्वन्नाभादिसत्कर्म माघस्नानं विना नृप व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः माघमज्जनमात्रेण यथा प्रीणादि केशवः न समं विद्यते किञ्चित् तेजः सौरेण तेजसा तद्वस्नानेन माघस्य न समाक्रदुजा क्रियाः प्रीतये वासुदेवस्य सर्वपापापनुत्तये माघस्नानं प्रकुर्वीद स्वर्गलाभाय मानवः किं रक्षितेन देहेन सुपुष्ठेन बलीयसा अध्रुवेणाप्यशुचिना माघस्नानं विना भवेद अस्थिस्तम्भं स्नायुबद्धं मांसक्षतचलेपनं चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः जराशोकविपद्व्याप्तं रोगमन्दिरमाधुरं रजस्वलमनित्यं च सर्वदोषसमाश्रयम् परोपतापिता पार्थं परद्रोहि परं विषं लोलुपं पिशुनं क्रूरं कृदघ्नं क्षणिकं तथा दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम् अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् निसर्गदोद्धर्मरदं तृष्णाशदसमाकुलं कामक्रोधमहालोभ नरकद्वारसंस्थितं कृमिविड्भस्म भवति परिणामे सुनां हविः ईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितं बुद्बुदा इव तो येषु पूतिका इव जन्तुषु जायन्ते मरणायैव माघस्नानविवर्जिताः अवैष्णवो हदो विप्रो हदं श्राद्धमयोगि च अब्रह्मण्यं हदं क्षेत्रमनाचारं हदं कुलं सदम्भश्च हदो धर्मक्रोधेनैव हदं तपः अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् गुर्वभक्ता हदा नारी ब्रह्मचारी तया हतः अदीप्तेऽग्नौ हदो होमो हदा भुङ्क्ति रसाक्षिका उपजीव्या हदा कन्या स्वार्थे पाकक्रिया हदा शूद्रभिक्षो हदो यागकृपणस्य हदं धनम् अनभ्यासा हदा विद्या हदो राजा विरोधदृक् जीवनार्थं हदं तीर्थं जीवनार्थं हदं व्रतम् असत्या च हदा वाणी तथा पैशून्यवादिनी संदिग्धश्च हदो मन्त्रो व्यग्रचित्तो हदो जपः हदमाश्रोत्रिये दानं हदो लोकश्च नास्तिकः अश्रद्धया हदं सर्वं कृतं यत् पारलौकिकम् इहलोको हदो नृणां दरिद्राणां यथा नृप मनुष्याणां तथा जन्म माघस्नानं विना हतं मकरस्तेरवव्यो हि न स्नात्यनुदिदेरवौ कथं पापैः प्रमुच्येद कथं सत्रुदिवं व्रजेद ब्रह्मा हेमहारी च सुरापो गुरुतल्पगः मा कष्णायी विपाप स्यात् तत्संसर्गी च पञ्चमः माघमास्येरडं त्याभः किञ्चिदभ्युदिदेरवौ ब्रह्मघ्नं वा सुरापं वा कम्पं तं पुनीमहे उपपापानि सर्वाणि पादकानि महान्त्यपि भस्मीभवन्ति सर्वाणि माघस्नानोद्यतं नरं कम्पति सर्वपापानि माघस्नानसमागमे नाशकालोऽयमस्माकं यदि स्नास्यदि वारिणि एवं क्रोशन्ति पापानि दृष्ट्वा स्नानोद्यतं नरं पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः विमुक्ता सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः आर्द्रशुष्कं लघुस्थूलं वाक्मनकर्मभिकृतं माघस्नानं दहेत् पापं पावकः समेधो यथा प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यद् स्नानमात्रेण तन्नश्येन्मकरस्ते दिवाकरे निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धतां सन्देहो नात्र कर्तव्यो माघस्नाने नराधिप सर्वेऽथि कारिणो माके विष्णुभक्तौ यथा नृप सर्वेषां स्वर्गतो माघः सर्वेषां पापनाशनः एष एव परो मन्त्रो ह्येददेव परं तपः प्रायश्चित्तं परं चैदन्माघस्नानमनुत्तमं नृणां जन्मान्तराभ्यासान्माघस्नाने मतिर्भवेद् अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप संसारकर्दमालेपप्रक्षालनविशारदम् पावनं पावनानां च माघस्नानपरं नृप स्नान्ति माघे न ये राजन् सर्वकामफलप्रदे कथं ते भुञ्जते भोगांश्चन्द्रसूर्यग्रहोपमान् शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम् कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजा बालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम् विन्ध्यपादे महाक्षेत्रे रेवाकपिलसङ्गमे तत्र सा व्रतिनी भूत्वा नारायणपरायणा सदाचारवती नित्यं नित्यं सङ्गविवर्जिता जितेन्द्रिया जितक्रोधा सत्यवागल्पभाषिणी सुशीला दानशीला च देहशोषणशालिनी पितृदेवद्विजेभ्यश्च दत्त्वा हुत्वा तथा नले षष्ठे काले च सा भुङ्क्ते ह्युं च वृत्तिः सदा नृप कृच्छ्रादिकृच्छ्रपाराकतप्तकृच्छ्रादिभिर्व्रतैः पुण्यान्नयदि सा मासान्नर्मदायाश्च रोधसि एवं तया तपस्विन्या वल्कलिन्या सुशीलया सुमहासत्त्वशालिन्या धृति सन्तोषयुक्तया षष्ठिर्माघास्तया स्नाता रेवाकपिलसङ्गमे ततः सा तपःसाक्षिणा तस्मिंस्तीर्थे मृता नृप माघस्नानजपुण्येन तेन सा वैष्णवे पुरे उवासप्रमुदा युक्ता चतुर्युगसहस्रकम् सुन्दोपसुन्दनाशाय पश्चात्पद्मभवात् पुनः तिलोत्तमेदि नाम्ना सा ब्रह्मलोकेऽवतारिता तेन पुण्यस्य शेषेण रूपस्यैकायनं ययौ अयोनिजाबर्लारत्नं देवानामपि मोहिनी लावण्य हृदनी तन्वी सा भूदप्सरसांवरा निपुणस्य विद्धे स्रष्टुर्नूनमाश्चर्यकारिणी तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ येन शावाक्षि गच्छत्वं दैत्यनाशाय सत्वरम् ततः सा ब्रह्मणो लोगाद्वीणामादाय भामिनी गदा पुष्करमार्गेण यत्र तौ देववैरिणौ तत्र स्नात्वा तु रेवाया पवित्रे निर्मले जले परिधायाम्बरं रक्तं बन्धूककुसुमप्रभम् रणद्वलयिनी चारु सिञ्चन्मेखल नूपुरा लोलमुक्तावलीकण्ठी चलत्कुण्डलशोभना माधवी कुसुमापीडा कङ्केली विडपे स्थिता कायन्ती सुस्वरं सापि पीडयन्ती दुवल्लकीम् मूर्च्छयन्ती स्वरष्ठकं सुस्निग्धं कोमलं कलं युद्धं तिलोत्तमा बाला तिष्ठं त्यशोककानने दृष्ट्वा दैत्यभटैरिन्दोः कलेव सुखदा हृती तां दृष्ट्वा विस्मितैराजन् सानन्दैः सैनिकैर्भृश्यं त्वरमाणैरदृष्ट्वैव गत्वा सुन्दोपसुन्दयोः कथिता सम्भ्रमेणैव वर्णयित्वा पुनः पुनः हे दैत्यौ न विजानीमो देवी वा दानवी नु किम् नागाङ्गनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सा युवां रत्नभुजौ लोके रत्नभूता हि सा बला वर्धतेनादि दूरेऽग्रे अशोके शोकहारिणी गत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम् इति सेनापतीनां तौ श्रुत्वा वाचं मनोहरां चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम् उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयाद शतधारायसीं क्रूरां कालदण्डोपमां गदां भिन्नाभिन्नां गृहीत्वा दु जवेनाभिप्लुतं गतौ यत्र शृङ्गारसज्जा सा हन्तुं चण्डीव संस्थिता राजन् सन्दुक्षयन्तीव दैत्ययोर्मन्मथानलं स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेण विमोहितौ विशेषान्मधुनामत्तावूच दुस्तौ परस्परं भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम् इत्याग्रहेण संरब्धौ मादङ्गाविव सोन्मदौ अन्योन्यं कालनिर्दिष्टौ गदया जघ्नदुस्तदा परस्परप्रहारेण गदासु पतितौ भुवि तौ मृतौ सैनिकैर्दृष्ट्वा कुधकोलाहलो महान् कालरात्रिसमाकेयं हा किमेतदुपस्थितम् एवं वदत्सु सैन्येषु दैत्यौ सुन्दोपसुन्दकौ पादयित्वा गिरे शृङ्गे ह्रादिनीव तिलोत्तमा प्रस्थिता गगनं शीघ्रं द्योदयन्ती तिशोदश देवकार्यं ततः कृत्वा आगदा ब्रह्मणः पुरः ततस्तुष्टेन देवेन विधिना सानुमोदिता स्थानं सूर्यरथे दत्तं तव चन्द्रानने मया भुङ्क्ष्व भोगानने कांस्त्वं यावत् सूर्योऽम्बरे स्थितः इत्थं सा ब्राह्मणी राजन् भूत्वा चाप्सरसां वरा भुङ्क्तेद्याभिरवेर्लोके माघस्नानफलं महद तस्मात् प्रयत्नदो राजन् श्रद्धधानैः सदा नरैः स्नातव्यं मकरादित्ये वाञ्छद्भिः परमां गतिं नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन नाक्षीणं पादकं कञ्चिन्माखे मज्जदियो नरः तुलयन्ति न तेनात्र यज्ञाः सर्वे सदक्षिणाः माघस्नानेन राजेन्द्रतीर्थे चैव विशेषतः न चान्यस्वर्गदं कर्म न चान्यत् पापनाशनम् न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि इति श्रीपाद्मे महापुराणे उत्तरखण्डे माघस्नानप्रशंसायां सुन्दोपसुन्ददैत्यवधो नाम षड्विंशत्यधिकशततमोऽध्यायः ॐ